पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 56 श्रीभगवानुवाच पुरा सर्वस्त्रियो दृष्ट्वा युवती रूपशालिनीः गन्धर्वकिन्नराणां च मनुष्याणां च सर्वतः मन्त्रेण तासमाकृष्य त्वदिदूरे विहायसि तपो व्याजपरो देवस्तासु सङ्गतमानसः अभिरम्यां कुडीं कृत्वा ताभिः सह महेश्वरः क्रीडां चकार सहसा मनोभव पराभवः ये तस्मिन्नन्तरे गौर्या चित्तमुद्भ्रान्ततां गतम् अपश्यध्यानयोगेन क्रीडं तं जगदीश्वरं स्त्रीभिरन्तर्गतं ज्ञात्वा रोषस्य वशगाभवद ततः क्षेमङ्करीरूपा भूत्वा च प्रविवेशसा व्योमै कान्तेति दूरे च कामदेव समप्रभम् वामादिमध्यगं शुभ्रं पुरुषं पुरुषोत्तमं स्त्रीभिः सह समालिङ्ग्य प्रक्रीडन्तं मुहुर्मुहुः चुम्बदं निर्भरं देवं हरं रागप्रपीडितम् वृत्तं क्षेमं करी दृष्ट्वा निपपादाग्रतस्तदा तासां केशेषु चाकृष्य चकार चरणाहतिं त्रपया पीडितः सर्वः पराङ्मुखमवस्थितः केशेष्वाकृष्य रोषात्तापादयामास भूतले स्त्रियः सर्वाधरं प्राप्य सहसा विकृताननः उमा शापप्रदग्धाङ्गा म्लेच्छानां वशमागताः ताश्चाण्डालस्त्रियख्यादा अथवा धवसंयुताः अद्याप्युमाकृतं शापं सर्वास्ताश्च समश्नुयः अधोमा शतधारूपं कृत्वेशं सङ्गदा तदा एवं प्रभावं जानीहि कामस्य सददं द्विज ततश्चिरात्तया सार्धं गधकैलासमन्दिरम् अधः क्षेमं गरीं दृष्ट्वा येभिनन्दन्ति मानवाः तेषां वित्तर्थिविभवा भवन्तीह परत्र च कुङ्कुमा रक्तसर्वाङ्गी कुन्दुरेन्दुधवलानने सर्वमङ्गलदे देवि क्षेमङ्करि नमोऽस्तु ते योगिनी साम्यं तेनैव सम्मुखा विमुखापि वा दृष्ट्वा तां नाभिवन्देद्यस्तस्य शुद्धे पराजयः राजगृहेषु विद्यायां नमस्काराज्जयो भवेद एवं कामस्य माहात्म्यं भवो मोहवशं गतः अयं देवासुराणां च क्षमया प्रभूतां गतः अस्यैव सदृशो लोके न भूतो न भविष्यति रमामङ्गस्थितां रम्यां क्षमात्तल्पगतेन च त्यक्त्वैव साधिता लोकासुरासुरसुदुर्लभाः एवं वैष्णवमुख्यश्च सुरासुरगणार्चितः यो नो ददाति भुक्त्यग्र्यं शेषं च स्वयमश्नुते एवमभ्यासधैर्येण दीर्घकाले सुखं गदे प्राक्सङ्गमात् स्वभार्यां च दृष्ट्वा मां प्रददौ मुदा द्वादशाब्दं प्रसङ्कल्प्य प्राग्भोगो मयि वेषितः तेन तस्य गृहे नित्यं तिष्ठामि गृहरक्षणाद तथा धात्रीफलस्यापि सदा स्वरसमीहते तस्मादुक्तो मयान्येषां वैष्णवानां च वैष्णवः पुरा ये विप्रमे भक्ताः सुरा मत्पथगामिनः तैरेव न कृतं यच्च तदनेन कृतं परं तस्माद्वैष्णवसर्वस्वं नाम रम्यं मया कृतम् अस्य वेश्मनि तिष्ठामि मुहूर्तं न चलाम्यहम् अदो ये चैव मद्भक्तास्तेष्वहं सुलभो द्विज अस्माकं पदवीं तेभ्यो ह्यद्य दत्मि स्वकारणम् आवयोर्विप्रसौजन्यं स्वप्न भोज्यादिकं समम् सायुज्यं च सखित्वं च पश्य भूदेवनान्तरं ततो मोकादयः सर्वे स्वागता हरिमीश्वरम् गन्धुकामादिवं पुण्याः सदाराः सपरिच्छदाः ये च तेषां गृहाभ्यासेऽप्यात्मनो गृहगोधिकाः नानाकीडादयो ये च तेषामनुययुसुराः व्यास उवाच ये तस्मिन्नन्तरे देवासिद्धाश्च परमर्षयः प्रचक्रुपुष्पवर्षाणि साधु साध्वीत्यनादयन् देवदुन्दुभयो नेदुर्विमानेषु वनेषु च समारुह्य रथं स्वं स्वं हरिवीधिपुरं ययुः तदद्भुतं समालोक्य विप्रो वोच जनार्दनम् उपदेशं च देवेश ब्रूहि मे मधुसूदन श्रीभगवानुवाच गच्छ स्वपितरौ तादशोकविप्लवमानसौ समाराध्यप्रयत्नेन मद्गृहं प्राप्स्यसे चिराद पितृमातृसमादेव न तिष्ठन्ति सुरालये याभ्यां सुगर्हितं देहं शिशित्वे पालितं सदा अज्ञानदोषसहितं प्रपुष्टं चापि वर्धितम् याभ्यां तयोः समं नास्ति त्रैलोक्ये सजराचरे ततो देवगणाः सर्वे पञ्चभिस्तैर्मुदान्विता माधवं संस्तुवन्तश्च गतास्ते हरिमन्दिरं कजितां जपुरीं रम्यां विश्वकर्मविनिर्मिताम् रत्नाढ्यामिष्टसम्पूर्णां कल्पवृक्षादिभिर्युतां शादकुम्भमयैर्गेहैः सर्वरत्नैः सकर्पुरां वज्रवैडूर्यसोपानां स्वर्णदीदोय संयुतां गीतवाद्यादिसम्पूर्णां सर्वदुर्गन्धसमाकुलाम् कोकिलालापबहुलां सिद्धगन्धर्वसेवितां रूपाढ्यैः सुजनैः पूर्णां प्रयान्तीमिव के पुरीं तदस्थित्वाच्युदा सर्वे सर्वलोकोर्ध्वदो भृशं दिजोऽपि पितरौ गत्वा समाराध्यप्रयत्नतः अचिरेणैव कालेन स कुटुम्बो हरिं ययौ पञ्चाख्यानमिदं पुण्यं मया दे समुदाहृतम् यः पडे शृणुयाद्वापि तस्य नास्तीह दुर्गतिः ब्रह्म हत्यादिभिः पापैर्न लिप्येत कदाचन गवां कोडिप्रदानेन यद्फलं लभते नरः तद्फलं समवाप्नोति पञ्चाख्यानावगाहनाद। स्नानेन पुष्करे नित्यं भागीरथ्यां च सर्वदा यत्फलं तदवाप्नोति सकृत्श्रवणगोचरात्। दुःस्वप्नं नाशयेत् क्षिप्रं तदारोग्यं प्रयच्छति लक्ष्म्यारोग्यकरं चैव तस्माच्छ्रोतव्यमेव हि। इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पञ्चाख्यानं नाम षट्पञ्चाशत्तमोऽध्यायः। ॐ